अथ द्वितीयोऽध्यायः एतदक्षरम् इत्यादिना सामावयवविषयम् उपासनम् अनेकफलम् उपदिष्टम्। अनन्तरं च स्तोभाक्षरविषयम् उपासनम् उक्तम्। सर्वथापि सामयिकदेशसम्बद्धमेव तदिति। अथ इदानीं समस्ते साम्ने समस्तसामविषयाणि उपासनानि वक्ष्यामि इति आरभते श्रुतिः। युक्तं हि एकदेश उपासनानन्तरम् एकदेशिविषयम् उपासनम् उच्यते। समस्तस्य खलु साम्ना उपासनं साधु यत् खलु साधु तत् साम इति आचक्षते। यदसाधुं तदसामि इति समस्तस्य सर्वावयवविशिष्टस्य पाञ्चभौतिकस्य साप्तभौतिकस्य च इत्यर्थः खलु इति वाक्यालङ्कारार्थः। साम्नः उपासनं साधु समस्ते साम्नि साधुदृष्टिविधिपरत्वात् न पूर्वोपासननिन्दार्थत्वं साधुशब्दस्य ननु पूर्वत्र विद्यमानं साधुत्वं समस्ते साम्नि अभिधीयते न साधुसामीत्युपासते इति उपसंहार। साधुशब्दः शोभनवाचि कथम् अवगम्यते इति आह यत्खलु लोके साधु शोभनम् अनवद्यं प्रसिद्धं तत् साम इत्याचक्षते कुशलः। यदसाधु विपरीतं तदसाम इति तदुताप्याहुः साम्ना एनमुपगादिति साधुना एनमुपगादित्येव तदाहुः असाम्ना एनमुपगादिति असाधुना एनमुपगादित्येव तदाहुः। तत्रैव साधु असाधु विवेककरणे उताप्याहुः साम्ना एनं राजानं सामन्तं च उपगतवान् कोसवं यतः असाधुत्वप्राप्त्याशङ्का स इत्यभिप्रायः। शोभनाभिप्रायेण साधुना एनमुपगात् इत्येव तत्तत्र लौकिकः बन्धनादि असाधुकार्यम् अपश्यन्तः। यत्र पुनः विपर्येण बन्धनादि असाधुकार्यं पश्यन्ति तत्र असाम्ना एनमुपगादिति असाधुना एनमुपगादित्येव तदा अथ उताप्याहो सामनोपतेति यत्साधु भवति साधुभद इत्येव तदाहोम् असामनोपतेति यदसाधु भवति असाधुभद इत्येव तदाहोम्। अथ उतापि आहो स्वसंवेद्यं साम नः अस्माकं बत इति अनुकम्पयन्त संवृत्तम् इत्याहु। एतत्तैः उक्तं भवति यत्साधु भवति साधुभत इत्येव तदाहो विपर्ययी जाते असामनोभत इति यदसाधु भवति असाधुभत इत्येव तदाहो। तस्मात् सामसाधुशब्दयोः एकार्थत्वं सिद्धम्। स एतदेव विद्वांसाधु सामीत्युपास्ति अभ्याशोः यदेनकं साधवो धर्माः आचगच्छेयुः उपचनमेहोम्। अतः स यः कश्चित् साधुसामीति साधुगुणवत्सामीत्युपास्ति समस्तं साम साधुगुणवद्विद्वान् तस्य एतत्फलम् अभ्याशोः क्षिप्रह यत् इति क्रियाविशेषणार्थम् एनम् उपासकं साधवः शोभनाः धर्माः श्रुतिस्मृति अविरुद्धाः आचगच्छेयुः आगच्छेयुश्च न केवलम् आगच्छेयुः उपचनमेयुः उपनमेयुश्च भोग्यत्वेन उपतिष्ठेयुः इत्यर्थः। इति प्रथमखण्डभाष्यम्।